नमस्कारः, अद्यतनव्याकरणचिन्तनवर्गे सर्वेषां स्वागतम्। अद्यतनविषयः अस्ति धातुपाठे हल्सन्धिः। अत्र तस्मिन् प्रसङ्गे अत्र अद्य अनुनासिकान्तानाम् अङ्गानां विषये चर्चयिष्यामः। अत्र करपत्रमस्ति अनुनासिकान्तम् अङ्गम्। इदानीम् अत्र रामप्रिया भगिनी भवती आरम्भं करोति वा? आं महोदय, अनुनासिकान्तम् अङ्गं सर्वदा सन्धिकार्यात् पूर्वं चिन्तनीयम् अङ्गकार्यप्रसङ्गे। अतः प्रथमतया अङ्गं कीदृशम्? अङ्गं ग्रह्यादि वस्यादि अनिदित् अनुनासिकान्तं च चतुर्षु अङ्गम् अन्यतमं चेत् विशिष्टम् अङ्गकार्यम् अपेक्षितम्। अनुनासिकान्तम् अङ्गं चेत् कित् ङित् प्रत्यये परे चत्वारि सूत्राणि। प्रथमसूत्रमस्ति अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि ङिति। वन् धातोः अनुनासिकान्त अनुदात्त उप अनुदात्तोपदेशधातोः अनुनासिकान्ततनादिधातोः अनुनासिकस्य लोपो भवति जलादि कित् ङित् प्रत्यये परे पञ्चदशधातवः। अत्र दत्तमस्ति यदा अनुनासिकान्तम् अङ्गम् अस्ति चेत् चत्वारि कार्याणि अस्ति, चत्वारि सूत्राणि अस्ति। प्रथमसूत्रं तु अनुदात्त उपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलि ङिति इति सूत्रम्। एतत् सूत्रस्य प्रसक्तिः तु जलादि कित् ङित् प्रत्यये परे अस्ति। वन् धातोः अनुनासिकान्त अनुधात उपदेशधातोः तृतीयमस्ति अनुनासिकान्ततनादिधातोः कार्यं भवति अनुनासिकस्य लोपः इति कार्यं भवति। अत्र अग्रे सूत्रं पूर्णतया दत्तमपि अस्ति खलु? एकवारम् अत्रापि अनुधातो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि ङिति। वन् धातोः अनुनासिकान्त अनुधात उपदेशधातोः अनुनासिकान्ततनादिधातोः अनुनासिकस्य लोपो भवति जलादि कित् ङित् प्रत्यये परे अनुदातः उपदेशे येषां ते अनुदात उपदेशः बहु अनुवृत्ति अपि च अत्र परिच्छेदमस्ति किल अनेन आहत्य तदस्ति अस्माकं कृते अद्य अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्त अनुदात्तोपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलि ङिति अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः। वन् धातोः भुआदिगणे अनुनासिकान्त अनुदात्त उपदेशधातवः यं रं नं कं हन् मन् अनुनासिकान्ततनादिधातवः तनु क्षिणु क्षणु ऋणु रणु तृणु गृणु वनु मनु। एषु धातुषु मन् धातवः धातुः दिवादिगणे अस्ति, हन् धातुः अदादिगणे अस्ति, अष्टधातवः तनादिगणे सन्ति, अवशिष्टः भुआदौ एव। येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति जलादि कित्ङित् प्रत्यये परे। वदति वा भगिनि किञ्चित् अत्र? आम्, अत्र पञ्चदशधातवः सन्ति, एतेन सूत्रेण निर्दिष्टः धातवः पञ्चदश। अत्र वन् धातोः इति यदा सूत्रे दत्तमस्ति तत्तु भुआदिगणीयधातुः अस्ति। अनुनासिकान्त अनुधात्त उपदेशो धातवः इति यं रं नं घं हन् मन् इति षड् धातवः सन्ति। अनुनासिकान्ततनादिधातवः इति तनु क्षिणु क्षणु ऋणु तृणु गृणु वनु मनु अष्टधातवः सन्ति। अत्र येषु इत्युक्ते यदा अनुनासिकान्ततनादिधातवः सन्ति येषु धातुषु मन् इति धातुः तु दिवादिगणीयः गणीयधातुः, हन् इति धातुः तु अधादिगणीयधातुः, अष्टधातवः तनादिगणे सन्ति. हन् इति प्रथम क्षम्यताम् अनुनासिकान्त अनुदात उपदेशे दातवः इति गोचरे तत् हन् इति अस्ति. आम् तदस्ति. अष्टधातवः तु तनादिगणीयाः सन्ति. पञ्चदशेषु अवशिष्टधातवः तु भुवादौ एव. कार्यं तु अन्ते स्थितस्य अनुनासिकस्य लोपः निमित्तमस्ति जलादि कित्नि प्रत्यये परे. अस्तु भगिनि, इदानीम् अत्र सुखवर्णं महोदय, वर्गे वयं किञ्चित् चर्चितवन्तः किल महोदय, अत्र कुत्र एतस्य सूत्रस्य कार्यं भवति इति किञ्चित् अत्र वदतु महोदय. भवान् तत्र प्रयत्नं करोमि. तत् पूर्वमहोदय तत्र वनति इति अस्ति किल, तत् स्थिपानिर्दिष्टम् इति वा? स्थिपानिर्दिष्टम् अस्ति. आं महोदय, हा हा हा, अस्तु इदानीम्. अपि च मम चिन्तनमस्ति अत्र तनोत्यादीनाम् इति दत्तमस्ति किल, आम्, अतः तनोति अपि स्थिपानिर्दिष्टमेव. आं तन आं सत्यं, तनोति आदीनाम्. आं सत्यम् आदीनाम्. अस्तु, अतः किं भवति वदतु भगिनि, वदतु. तर्हि यतोहि ते स्थिपां निर्दिष्टाः इति कृत्वा तत्र यङ्ग्लुक् रूपाणि न भवन्ति किल. एतत् सूत्रं यङ्ग् लुगन्तधातूनां कृते कार्यं न करोति. न करोति, कार्यं करोति यङ्ग् लुगन्तधातूनां कृते. अत्र तनादिगणीयधातवः ये अष्टधातवः सन्ति अपि च वन् धातुः, तेषां कृते यङ्ग्लुगन्तविषये एतत् सूत्रं कार्यं न करोति. तावदेव. तर्हि अनुनासिकान्त उपदेश अनुदात्त उपदेश अनुनासिकान्त अनुदात्त उपदेशदातवः सन्ति, ये षड् दातवः उल्लिखितमस्ति, तेषां कृते एव यङ्ग्लुकि भवति अत्र. यङ्ग्लुकि एतत् सूत्रं कार्यं करोति तेषां कृते, तेषां कृते अवश्यं, तेषां कृते. अपि च सर्वेषां कृते अन्यत्र कार्यं भवति, यत्र इदानीं महोदय वदति. अस्तु महोदय, सरला भगिनि, वन् धातु अनुदात्त अनुदात्त उपदेशे नास्ति, प्रायः नास्ति, अतः एव पृथक्तया दत्तम् अस्ति. पृथक्तया प्रायः, अथवा एतदपि भवितुमर्हति, वन् प्रायः पृथक्तया तदर्थमेव दत्तमस्ति इति चिन्तयामि. नो चेत् यदि तथा नास्ति, प्रायः किमर्थं पृथक्तया दत्तमस्ति इत्युक्ते अत्र प्रायः यङ्ग्लुकि एतत् सूत्रं कार्यं न करोति इति भूत्वापि प्रायः तस्य अत्र यथा अनुबन्धलोपानन्तरं उपदेशावस्थायां धातोः स्वरः यः अवशिष्टस्वरः अस्ति सः स्वरः अनुदात्तः अस्ति वा न वा वन् धातोः कृते अत्र धातु पाठे स्वरविषये किमपि अत्र दत्तमस्ति चेत् तेन आधारेणैव वयं वक्तुं शक्नुमः. महोदय उक्तवान् अनुदात्तं सर्वे रूपाणि प्रति वहति तत् नियमः, अनुदात्त यदि उपदेशे अस्ति. अनुदात्त उपदेशधातूनां कृते तु अत्र तत् करोति प्रायः. अहं किञ्चित् अत्र किं वदनस्मि इत्युक्ते अत्र प्रायः अत्र वन् धातोः यः स्वरः अस्ति सः स्वरः अनुदात्तः नास्ति इति चिन्तयामि यदि अस्ति चेत् प्रायः अत्र वनति इति किमर्थं पृथक्तया दत्तमस्ति इत्युक्ते अत्र वनति इति दत्तमस्ति यङ्ग्लुकि एतत् सूत्रं कार्यं न करोति भूत्वापि प्रायः. परन्तु प्रथमं यद् वयं उक्तवन्तः तदेव समीचीनमिति चिन्तयामि. एक अन्यप्रश्न, यदि प्रातिपदिकं वनं वने वनानि वन् धातुतः आगच्छति वा? तद् द्रष्टव्यं भवति भगिनि. अस्तु, तद् द्रष्टव्यं भवति. तस्य अर्थः अपि अहं न दृष्टवान्, वन् धातोः अर्थः अपि. अस्तु अस्तु अस्तु. अन्य कोऽपि नमस्कारः महोदय, लक्ष्मी अस्मि. सार्धषट्वादने पर्यन्तम् अहं केवलं शृणोमि, तदनन्तरमेव अहं किञ्चित् इदानीं किञ्चित् व्यस्तः अस्ति अत्र. अस्तु भगिनि, चिन्ता मास्तु, यदा सिद्धा भवति तदा वदतु. अस्तु महोदय, अस्तु अस्तु, धन्यवादः. सुखवनं महोदय, भवान् किञ्चित् इति? आमामाम्, अत्र तनादिगणीयदातवः गणेन निर्दिष्टम् इति कृत्वा अत्र किं वदामः, यङ् लुकि अस्य सूत्रस्य प्रसक्तिः नास्ति इति किल? तथा वक्तुं शक्नुमः वा इति मम संशयः आसीत् महोदय. अत्र किमर्थमित्युक्ते, यदि तनादिगणम् इति वक्तुमिच्छति चेत् तनादीनाम् इति किमर्थं न सूत्रे अस्ति? तनोति आदीनाम् इति किमर्थमस्ति? न न, तत्र अनुदात्त उपदेशवनति तनोति, तत्र वनति तनोति इत्यादीनाम् अनुदात्त उपदेश, अनुदात्त उपदेशे इत्यनेन कानिचन धातवः निर्दिष्टाः, अपि च वनति इत्यनेन एकः धातुः, अपि च तनोत्यादि इत्यनेन कश्चन धातवः इति कृत्वा तत्र प्रायः तदर्थम् आदीनाम् इति आदिपदम् उपयुक्तम् इति. किमर्थम् इति तत्र क्षिणु इति धातुः अस्माभिः कृतम् इल गतवर्गे, तत्र वयम् अस्य सूत्रस्य प्रसक्तिः न अङ्गीकृतं. तत्र विद्याभगिन्या उक्तं यत् अत्र अत्र साक्षात् धातुः न निर्दिष्टः, किन्तु गणमेव निर्दिष्टम् इति कृत्वा तादृशतर्कः किमपि सिद्धान्तः तस्य उक्तम् अनया उक्तं. प्रायः तादृशवार्तिकम् अहं न दृष्टवान् महोदय. महोदयस्य अस्माकं वर्गे तु वयं न चर्चितवन्तः तादृशवार्तिकं. केवलं स्थिपानिर्दिष्टधातुः अस्ति चेत् सूत्रे, कस्मिन्नपि सूत्रे तस्य सूत्रस्य प्रसक्तिः यङ् लुकि न भवति धातोः कृते इति एव वयं दृष्टवन्तः. न तु विद्याभगिन्या तद् न उक्तं वर्गे. प्रायः अन्ये अपि अस्मिन् विषये किञ्चित् वक्तुं शक्यते. मया किं श्रुतम् इति चेत् श्रुतवान् अहमपि श्रुतवान्, परन्तु यदा मम क्रमः आगतः तस्मिन् समये अहम् एतदेव उक्तवान्, स्थिपानिर्दिष्टः धातुः अस्ति इति भूत्वा इति. यत्किमपि भवतु, अत्र अत्र चिन्तनं तु एङ्लुकि एतत् सूत्रं कार्यं न करोति एव. महोदय वदति वा महोदय? तत्र किमपि आसीत् न, इक्ष्टिपा निर्दिष्टं, तत्र इक् इति अपि योजयित्वा धातुः सूत्रे निर्दिष्टं भवति, अपि च क्ष्टिपा इति अपि निर्दिष्टं भवति. तत्र यदि इक् इत्यनेन धातुः निर्दिष्टं भवति तत्र वनति इति रूपं न भवति, किन्तु वति न वनी इति रूपं भवति. यदि क्ष्टिपा निर्दिष्टम् अस्ति चेत् वनति इति भवति. तत्र यद् इकः न इक् इका निर्दिष्टमस्ति तत् यङ्लुकि कार्यं करोति, किन्तु यद् क्षिपा निर्दिष्टम् अस्ति तत् यङ्लुकि न कार्यं करोति इति. तदेव अस्ति किल महोदय? केवलं तदेव अस्ति. अत्र ग्रहीज्या इति सूत्रं वयं दृष्टवन्तः किल भगिनि, सरला भगिनी, सम्प्रसारणविषये. अत्र किमस्ति, ग्रही इति धातुः दत्तमस्ति, ग्रह् धातु दत्तमस्ति तस्मिन् सूत्रे. परन्तु स च धातुः ग्रही इति दत्तमस्ति. अस्तु, इत्युक्ते अत्र सूत्रेषु धातुः अत्र कथं दत्तमस्ति इत्युक्ते, तस्य केनचित् रूपेण अत्र प्रातिपदिकम् इति चिन्तयतु. अत्र ग्रही इति प्रातिपदिकमस्ति सूत्रविषये एव. तत् प्रातिपदिकं किमर्थं कथमागतः इत्युक्ते, इक् योजनेन. अस्तु, अत्र अतः ग्रहयोगः इक्, अत्र ककारस्य लोपः भूत्वा ग्रही इति रूपमस्ति. अतः अत्र इक् इका निर्दिष्टः धातुः अस्ति, ग्रहि. अस्तु, यदि अत्र अन्यः धातुः अस्ति, अत्र भृज्यति इति अस्ति, धातुः अस्ति भ्रज्, भ्रज् अस्ति धातुः, परन्तु भृज्यति इति दत्तमस्ति अत्र. अत्र इत्युक्ते अत्र भ्रज् योगः स्टिप् अस्ति इदानीम्. अस्तु, अतः भृज्यति इति भृज्यति इति भवति अत्र. इदानीं अत्र किं भवति इत्युक्ते, रूपं दृष्ट्वा सूत्रे धातोः रूपं दृष्ट्वा, यदि इका निर्दिष्टः धातुः अस्ति चेत् एङ्ग्लुक् सूत्रस्य कार्यं भवति, यदि स्टिपा निर्दिष्टः धातुः अस्ति चेत् सूत्रे एङ्ग्लुक् एतत् सूत्रं कार्यं न करोति. अस्तु, तृतीय अपि महोदय उक्तवान्, तृतीय इष्टाति इक् स्टिपौ. अत्र इक् एकमस्ति, स्टिप् एकमस्ति, अत्र इक् स्टिपौ इति, इक् स्टिपौ अस्ति, इक् स्टिपौ धातु निर्देशे इति एकं वार्तिकमस्ति. तेन अत्र ज्ञातुं शक्नुमः अत्र इक् इत्यनेन निर्दिष्टः अस्ति वा धातुः, अथवा स्टिप् इत्यनेन निर्दिष्टः अस्ति वा. कुत्रचित् धातुः तावदेव दत्तमस्ति, अत्र अस्मिन्नेव अनन्तरं त्रीणि सूत्राणि सन्ति, तेषु अत्र धातुः यथा धातुः अस्ति तथा एव दत्तमस्ति, उच्चारणार्थं किमपि योजयित्वा. परन्तु अत्र इक् अथवा स्टिप् इत्यनेन न निर्दिष्टः. अस्तु, धन्यवादः. तावत् अस्तु भगिनि. इदानीं तत्र अस्य सूत्रस्य प्रसक्तिः समग्रदृष्ट्या कुत्र कुत्र भवति इति चिन्तयामश्चेत्, तत्र अनुनासिक अङ्गस्य इति अस्ति सूत्रे, इत्युक्ते तत्र येन विधिस्तदन्तस्य इत्यनेन अङ्गस्य अन्ते अनुनासिकवर्णः भवेत्. तादृशं कुत्र भवति इति चेत्, यत्र विकरणप्रत्ययः नास्ति इति तु एकं, तत्र अदादिगण अपि च जुहोत्यादिगणीय धातौ परतः विकरणप्रत्ययः नास्ति इति वयं जानीमः. अतः तत्र अस्य सूत्रस्य प्रसक्तिः भवितुम् अर्हति. अपि च यङ् यदा यङ् लुक् भवति, यङ् इत्यनेन धातुः आतिदेशिकधातुः निर्दिष्ट्वा तत्र लुक् यङ् लुकि रूपं साधयामश्चेत् तत्रापि वयं जानीमः विकरणप्रत्ययः न भवति इति कृत्वा, तत्रापि धातोः अन्ते अनुनासिकवर्णः भवितुम् अर्हति. अपि एतत्तु सार्वधातुकविषये. पुनः आर्धधातुक विषये अपि तत्र तत् भवितुमर्हति, यत्र इड् आगमः न भवति. आर्धधातुकस्य इड् वलादेः इति सूत्रेण इड् विधीयते. वल् प्रत्याहारस्थवर्णाः प्रत्ययस्य आर्धधातुकप्रत्ययस्य आदौ अस्ति चेत्, किन्तु यस्य तादृश तादृशं यस्य आर्धधातुकप्रत्ययस्य आदौ तादृशं नास्ति, इट् इड् अनुकूल व्यवस्था नास्ति, तत्र अस्य सूत्रस्य प्रसक्तिः भवितुमर्हति. किमर्थमित्युक्ते तत्र अङ्गस्य अन्ते साक्षात् अनुनासिकवर्णः भवति इति कृत्वा. अपि च अपि च अत्र एकः प्रश्नः अस्ति, अत्र इदागमस्य विषये वक्तव्यं वा? केवलं कित्मित् अस्ति चेत् तस्य प्रसक्तिः भवति, किमर्थं बलादिः इडागमस्य वदनम् आवश्यकम् अत्र? इडागमः अस्ति चेत् किं भवति भगिनि? ईड् बलादेः इति अस्ति तु, परन्तु वल् प्रत्याहारे यदि वयं पश्यामः तत्र ककारः अपि आगच्छति, परन्तु वयं कित्ङित् परे एव अस्य कार्याणि भवति किल, सर्वत्र निमित्तानि तु झलादि कित्ङित् एव वदामः, तर्हि तदेव वक्तव्यम् इति मम चिन्तनम्. अत्र अत्र आर्धधातुकस्य ड्वलादेः इति सूत्रं तेन किं भवति, अत्र इडागमः अनुबन्धलोपानन्तरं वलादिप्रत्ययः. सत्यम्, अनुबन्धलोपानन्तरमेव अत्र. कुत्र भवति इत्युक्ते तत् वक्तव्यं वा इडागमस्य विषयः? अत्र मम किं चिन्तितवान् भगिनी, तत्र इट् इति टित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ भवति, प्रत्ययस्य आदौ भवति चेत् तत्र महोदय वदतु महोदय. भगिन्याः चिन्तनम् अत्र किञ्चित् इतोपि पश्यामः. अत्र यः प्रत्ययः अस्ति सः प्रत्ययः कित्वा नित्वा अपि च झलादि, अत्र इडागमस्य आनयेन प्रत्ययस्य परिवर्तनं भवति वा? न भवति किल, प्रत्ययस्य आदौ इट् योजयामः एव आगमरूपेण, परन्तु प्रत्ययः कित् भवति एव. यदि प्रत्ययः पूर्वं कित् आसीत् इदानीमपि तस्य कित्वं भवति एव किल? सत्यम्. अतः प्रायः प्रायः यद् भगिनी उक्तवती तद् समीचीनमेव इति चिन्तयामि. अहं मम चिन्तनमेवम् आसीत् तत्र अङ्ग अपि च प्रत्ययोः मध्ये इकारः इडागमः आगच्छति इति, किन्तु अनेन किमपि वैशिष्ट्यं नास्ति. किमर्थम् इत्युक्ते अङ्गस्य अन्ते न भवति, न तु किन्तु प्रत्ययस्य आदौ भवति इति. तथापि अङ्गस्य अन्ते अनुनासिकवर्णः तिष्ठति एव इति कृत्वा अपि च प्रत्ययस्य कित्वं वा नित्वं वा भवति एव. आम् आम् आम्. इत्युक्ते अत्र किं वक्तव्यम् इति चेत् आर्धधातुकप्रत्ययः कित् वा ङित् वा अस्ति चेत् तत्र झलादि कित् ङित् प्रत्ययः अस्ति चेत् अपि अत्र अस्य सूत्रस्य प्रसक्तिः तत्र भवति इति. इतोपि किञ्चित् अस्ति, इतोपि किञ्चित् अस्ति, अवश्यमस्ति महोदय. प्रायः हेमा भगिनी स्मारयति इदानीं. किं सूत्रम् अस्ति महोदय? प्रथमसूत्रम् एव इदानीं भगिनि. अनुदात्तोपदेशनवनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्नेति. तत्तु करपत्रे अस्ति न भगिनि, करपत्रसङ्ख्या प्रायः अस्तु भगिनि. तर्हि अत्र अन्यत् कुत्र भवति इति पश्यामः चेत् आर्धधातुकप्रत्ययस्य विषये भवति, यत्र यत्र कित् प्रत्ययः वा ङित् प्रत्ययः अस्ति चेत् तत्रापि भवति. तत्र यथा वयं पश्यामः तान्तरूपं नो चेत् तवतु रूपं इक्तरूपम् अपि च इक्तिन् तादृश कृदन्तरूपेषु अपि अस्य सूत्रस्य प्रसक्तिः भवति. यथा वयं अनुनासिकान्त एकं धातुं स्वीकुर्मः अपि च यथा तदेव मया इदानीम् उक्तं किल भगिनि झलि प्रत्यये परे इति मया उक्तं. तत्र केवलम् उदाहरणानि एव अहम् आमामां न तद्विहाय अन्यत्र कुत्रापि भवति वा इति. तद्विहाय अन्यत्र मम भ्रमः आसीत् महोदय. अहम् अत्र कृदन्तमिति चिन्तितवान् परन्तु आर्धधातुक कृत्प्रत्ययः अत्र आर्धधातुकप्रत्ययः इति न आसीत्. तावदेव क्षम्यता. अस्तु अस्तु अस्तु अस्तु अस्तु कृत्प्रत्ययः इति अत्र आर्धधातुकप्रत्ययः एव किल. अतः कृत्प्रत्ययः आर्धधातुके अन्तर्भूतम् अस्ति इति विचिन्त्य मया एवम् उक्तम्. अस्तु अस्तु अस्तु अग्रे गच्छामः. इदानीं प्रायः वयं इदानीम् अग्रे गच्छेम वा. अत्र द्वितीयं सूत्रं भगिनि, द्वितीयं सूत्रं भगिनि. जनसनखनां सञ्जलोः क्षम्यतां, जनसनखनां सञ्जलोः जन् सन् खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि सन् प्रत्यये परे, झलादि कित्नित् प्रत्यये परे च. त्रयः धातवः जन् सन् खन् इति. अधोभागे सूत्रस्य विवरणं पठामि वा महोदय? किञ्चित् अत्र प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रम्. जनसनखन् एषां जन् सन् खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि सन् प्रत्यये परे, झलादि कित्नि प्रत्यये परे च. अनुवृत्तिसहितसूत्रमस्ति जनसनखनाम् अङ्गानाम् आत् जलि सञ्जलोः मिति. तर्हि त्रयः धातवः सन्ति जन् सन् खन् इति. यत्र यदि जलादि कित् प्रत्यय कित् ङित् प्रत्ययः परे भवतु नो चेत् सन् प्रत्ययः भवतु, तत्र सर्वत्र नकारस्य स्थाने आत्वं भवति इति सूत्रस्य आशयः. अपि च एतत् सूत्रं पूर्वतनसूत्रस्य अत्र किमपि अत्र साम्यं किमपि अस्ति वा अत्र धातूनाम् अत्र विषये? अत्र यदि वयं पश्यामः अत्र वनति नास्ति, तनोत्यादि नास्ति, तर्हि अवशिष्टमस्ति अनुनासिका अनुनासिकान्त अनुदात्तोपदेशः. तर्हि अत्र अनुनासिकाः अस्ति, सर्वे अनुनासिकान्ताः अस्ति प्रायः अनुदात्त उपदेश इति मन्ये, अहं न जानामि परन्तु तत्र उपरितन सूत्रेण न लोपः भवति, परन्तु अत्र उल्लिखितं त्रयाणां धातूणां कृते अतः अस्मिन् एषु धातुषु कृते नकारस्य लोपः प्रबाद्य आत्वं भवति इति. अत्र एकम् अस्ति भगिनि, अत्र सन्धातुः यदस्ति तदेव मम प्रश्नः. सन्धातु किं सन् जलो जलो इति एकनिमिषं भगिनि, एकनिमिषं तद् नास्ति भगिनि. अत्र जन् सन् खन् धातुत्रयमस्ति किल भगिनि, अत्र अत्र सन्धातुः तनादिगणीय अनुनासिकान्तधातुः षन् इति अस्ति किल, धात्वादेशः भूत्वा अत्र सन् इति लिखितमस्ति. यद्यपि अत्र व्याख्याने अत्र सन् इति न दत्तमस्ति पूर्वतनसूत्रे, परन्तु तनोत्यादीनाम् इति इत्युक्ते अत्र एतदपि अत्र प्रायः, परन्तु एतेन सूत्रेण अत्र सन्धातोः कृते अत्र अनुनासिकलोपः न भवति, परन्तु अनुनासिक अङ्गात् अत्र अनुनासिकस्य स्थाने किं भवति इदानीम् अत्र आकारम् आकारादेशः भवति. परन्तु महोदय तत्र सन् इति आसीत्, तस्य मूलरूपं किं, क्षण् इति वा? ष मूर्धन्य षकारः भगिनि. क्षण् इति न क्षाण मूर्धन्य मूर्धन्य एकनिमिषं भगिनि मूर्धन्य षकारः भगिनि. अस्तु अस्तु, षण् इति तर्हि षकारस्य स्थाने सकारः आगच्छति इति. दशधातु एकम् इति वा? नवधातुषु नवधातुषु नवधातवः क्रु अस्ति किल, अतः ये नवधातवः सन्ति अनुनासिकान्तधातवः तेषां सन् अन्यतमः अस्ति. अस्तु अस्तु, हा तर्हि उपरि तदर्थमेव उपरि अष्टधातवः निर्दिष्टाः सन् विहाय किल महोदय? आं भगिनि, कृ अपि सन् धातूनां. अस्तु अस्तु अस्तु भगिनि. नवधातु धातूनां किं महोदय? अत्र करपत्रे दत्तमस्ति भगिनि. सन् नवमधातुः अस्ति अत्र. सन् सन् अस्तु. तत्तु जनकन जनसनकनान् सञ्जलोः तत्तु सन् धातुः अस्ति. तदेव भगिनि, तदेव तदेव तदेव. तस्याः प्रश्नः प्रायम् अग्रे सन् प्रत्ययस्य विषये इति अस्ति इति मन्ये. तत्र प्रथमं जनसनखन शृणोतु भगिनि, जनसनखन इति त्रयः धातवः सन्ति, परन्तु यत्र सञ्जलोः इति अस्ति ते प्रत्ययाः सन्ति, सन् प्रत्ययः अपि च जलादिप्रत्ययः इति. तत्तु सन् प्रत्ययः किं? सन् प्रत्ययः वयं पूर्वं पठितवन्तः, किलपि पटिषा एतादृशरूपाणि जिज्ञासा इति आगच्छति, तस्य इदानीं प्रसक्तिः नास्ति, इदानीं न चिन्तयामः. इदानीं वर्गे आगच्छामि इदानीं. तत् अनुनासिक अनुदात्तो उपदेशन तत् न शृणम् अस्तु अस्तु भगिनि. इदानीं सरला भगिनी अत्र तृतीयं सूत्रं पठति वा भगिनि? अनुनासिकस्य क्वि झलोङिति षष्ठमध्यायस्य चतुर्थपादे पञ्चदशसूत्रम्. अनुनासिकान्तङ्गस्य उपधाया दीर्घादेशो भवति, किति च झलादि क्वि च झलादि कितिङिति प्रत्यये परे अवशिष्टधातव. इत्युक्ते अवशिष्टधातव ये धातव प्रथमे सूत्रे दत्तानि सन्ति, लैक् वन् अपि अनुदात अनुनासिकान्तधातव भुवादिगणे अपि अष्टधातव सनादिगणे तस् अपि जन् सन् खन् तेषां विहाय अवशिष्ट अनुनासिकधातव ये सन्ति, यदि तस्य परे कितिङिति वा झलादि प्रत्यय अस्ति तस्य उपधायां दीर्घ आदेशो भवति. इत्युक्ते आहत्य ये ये अष्टादशधातवः पूर्वतनसूत्रद्वये दत्तानि सन्ति दत्तानि तेषां विहाय अन्यधातवः. अपि च सूत्रे किञ्चित् किमपि अस्ति वा, किञ्चित् अत्र प्रथमवाक्यमपि च अनुवृत्तिसहितसूत्रं भगिनि. अस्तु, अनुनासिकस्य क्वे झलोमिति अनुनासिकान्ताङ्गस्य उपधाया दीर्घादेशो भवति, क्वी च झलादि इति प्रत्यये परे अनुनासकस्य अङ्गस्य उपधायाः दीर्घ की झलो इति अनुनासिकदण्डस्य यथा वयं उक्तवन्तः अष्टादशगणिता परिगणिता धातवः ये उपरि दत्तानि सन्ति तेषां विहाय अवशिष्टा अनुनासिकन्त अङ्गस्य धातवस्य झलादि इति वक्वी प्रत्यये परे यदि अस्ति तस्य धा अङ्गस्य उपधायां दीर्घ आदेशो भवति. अस्तु भगिनि, अत्र आहत्य किमस्ति इत्युक्ते यत्र यत्र झलादि कित् नित् प्रत्ययः अस्ति तस्मात् पूर्वं साक्षात् पूर्वम् अनुनासिकान्त अङ्गमस्ति चेत् इत्युक्ते धातु अङ्गमस्ति चेत् सूत्रत्रयस्य प्रसक्तिः अस्ति. अत्र इदानीं तु झलादि कित् नित् प्रत्ययः विषये, अपि च एकं सूत्रमस्ति अत्र सन् प्रत्ययस्य कृते, अन्यत् सूत्रमस्ति क्वि प्रत्ययस्य कृते अपि. परन्तु अत्र साम्यमस्ति यत्र कुत्रापि झलादि कित् नित् प्रत्ययः अस्ति, अपि च धातुः अनुनासिकान्तधातुः अस्ति, एषां त्रयाणां सूत्राणां प्रसक्तिः तत्र भवति. यथा महोदयः उक्तवान् अत्र धातुः अपि च झलादि कित् नित् प्रत्यययोर्मध्ये किमपि कः कोऽपि विकरणप्रत्ययः न भवति तदानीमेव त्रयाणां सूत्राणां प्रसक्तिः. अस्तु अस्तु, इदानीम् अत्र नमस्ते महोदय, अहम् इदानीं सिद्धा अस्मि. सिद्धा अस्ति वा भगिनि? अस्तु, भवती एव पठतु भगिनि. इदानीम् अत्र चतुर्थमसूत्रमस्ति किल, गमः न जन. अस्तु गमः न जनखन घसां लोपः नित्यनङ्गि अजादिकित्नित् प्रत्यये परे गम् हन् झन् खन् घस् एषां धातूनाम् उपधायाः लोपो भवति, परन्तु अङ्गप्रत्ययः चेत् चेत् लोपः न भवति. ओ नित्यनङ्गि, अस्तु. अनन्तरम् अनुवृत्तिसहितसूत्रं पठामि किं, नो चेत् पूर्णपरिच्छेदं पठामि? न अत्र केवलमत्र प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रम्. अस्तु महोदय, अनुवृत्तिसहितसूत्रं गमहनजनखनगसाम् अङ्गानाम् उपधायाः लोपः अनङ्गि अचिलिङ्गिति. अस्तु अस्तु, सूत्रं वदति गम् हन् जन् खन् घस् एतेषां धातूनाम् उपधायाः लोपः भवति, लोपः भवति निमित्तमस्ति अचि प्रत्यये परे अनङ्गि अचि प्रत्यये परे चित् अस्तु कित् किति अपि च अच् अजादिकित् नित् प्रत्यये परे गमहनजनखन गसां धातोः अङ्गानाम् उपधायः लोपः भवति. अनङ्गि इत्युक्ते अङ्ग् प्रत्ययः, अङ्ग् प्रत्ययः वा प्रत्याहारः, अङ्ग् प्रत्ययः अस्तु वदनेन किं महोदय? एकनिमिषः भगिनि, भवती अत्र प्रथमे वाक्ये अस्ति किल भगिनि, अत्र अत्र परन्तु अङ् प्रत्ययः चेत् लोपः न भवति. अस्ति वा लक्ष्मी भगिनि? इत्युक्ते किम् अत्र इदानीम् अत्र यथा भवती उक्तवती अत्र एषां पञ्चानां धातूनां कृते अत्र उपधायाः लोपः भवति यदा धातोः परः अजादिकित्नित् प्रत्ययः अस्ति अपि च स च प्रत्ययः अङ्प्रत्ययः नास्ति. इतः पर्यन्तं वयम् अङ्कप्रत्ययः न दृष्टवन्तः खलु न दृष्टवन्तः अहमपि न जानामि किमस्ति इति अस्तु अस्तु इदानीं किं कुर्मः अत्र उपरि इदानीं किं कृतवन्तः एतानि चत्वारि सूत्राणि अङ्गकार्याणि कार्याणां कृते किल अङ्गं वा धातु एकसमान अस्ति अत्र यत् किमपि भागः यः किमपि भागः अस्ति प्रत्ययात् पूर्वं तस्य नाम अस्ति अङ्गमेव अस्तु अतः एतत्तु अङ्गस्य कृते एव अत्र अतः अङ्गकार्याणि अस्तु अनन्तरमस्ति इदानीम् अत्र सूत्रद्वयमस्ति सन्धि वर्णकार्यम् अथवा सन्धिकार्यं किम् अत्र मणिमहोदय भवान् पठति वा अत्र अत्र उपरि मकारान्तानां पदत्वे सति मकारान्तानां पदत्वे सति मकारस्थाने नकारः मोनो धातोः अन्तस्य धातोः पदस्य नकारादेशो भवति अनुवर्तिषतु वा फुल् महोदय अनुवर्तिषतसूत्रं धातोः पदस्य अन्ते नः इति यत्र अनुवृक्ष अन्ते धातोः अन्ते मकारः अस्ति चेत् अत्र पदम् अस्ति अत्र नकारः नकारः आदेशः भवति महोदय मकारस्य स्थाने नकारः आदेशः मकारस्य स्थाने नकारादेशः भवति अपि च पदं किम् अस्ति अत्र किं पदं महोदय पदं वदतु भवति पदान्तं पदं नास्ति चेत् धातेव अस्ति चेत् अत्र न भवति इत्युक्ते किम् अत्र धातुः भवेत् अपि च पदं भवेत् तदानीमेव मकारस्य स्थाने नकारादेशः भवति एतत् कुत्र भवति इति प्रश्नः उदेति महोदय अत्र धातु पदमस्ति चेत् एव भवति किल उदाहरणरूपेण वक्तुं शक्नोति वा कस्मिन् लकारे अपि च लङ्लकारे अपृक्तवर्णः अस्ति अल्यापदीर्घाति सूत्रेण पूर्वतन प्रत्ययस्य तकारः लोपो भवति अत्र त्रिंशत् पदं भवति महोदय प्रत्ययलोपे प्रत्ययलक्षणं भूत्वा अत्र धातुः एव पदं भवति यथा भवान् उक्तवान् अत्र प्रत्ययस्य लोपानन्तरं यत्र एकाल् अपृक्तसंज्ञकप्रत्ययः अस्ति अन्यस्थाने पदसम्यक् अपि भवति किल तस्य पूर्वं पठितवन्तः तत्तु भिन्नविषयः इदानीम् अत्र चिन्तनमस्ति धातुः कृते एव सुब्रह्मण्यमहोदय तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन न किन्तु सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा प्राप्नोति तत्र प्रत्ययलोपे धन्यवादः महोदय प्रत्ययलोपे प्रत्ययलक्षणं भूत्वा अत्र प्रत्ययः अस्ति इति चिन्तयामः अनन्तरं यदा भवान् उक्तवान् अत्र अत्र तिङ्प्रत्ययः अस्ति इति भूत्वा अत्र सुप्तिङन्तं पदमित्यनेन पदं भवति धन्यवादः महोदय धन्यवादः समीचीनम् अस्तु अस्तु इदानीमत्र पुष्पा भगिनी अग्रिमं पठति वा अत्र अस्ति वा भगिनि महोदय केवलं प्रथम केवलं प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रं मकारान्तधातोः मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे अस्तु अनुवृत्तिसहितसूत्रं महधातोः नः मोश्च अत्र मकार अथवा वकारः अस्ति चेत् प्रत्ययः मकारस्य स्थाने नकारादेशो भवति अत्र मकारस्य धात्वान्तमकारस्य स्थाने नकारः आदेशः भवति कदा निमित्तं किम् अस्ति निमित्तं किं मकारे वकारे च परे प्रत्ययः अस्ति चेत् मा अथवा वा प्रत्ययः अस्ति चेत् मकारान्तधातोः अत्र मकारस्य स्थाने नकारः अपि च अत्र प्रश्नः अस्ति इदानीं रामप्रिया भगिनी अत्र मोनोधातोः अपि च मोश्च द्वयोः किञ्चित् अत्र तुलना करोति वा आम् आं महोदय मोनोधातोः इति सूत्रस्य प्रसक्तिः तु पदस्य इत्यस्य अधिकारे अस्ति अतः पदान्ते एव तस्य कार्यं भवति तत्रापि मकारान्तधातुः विषये एव मोश्च इति सूत्रं तदपि मकारान्तधातोः कृते एव परन्तु यद्यपि तद् तत्र पदस्य इति अधिकारः नास्ति अष्टमाध्यायस्य द्वितीयपादे तत्रापि पदस्य इति अधिकारः अस्ति परन्तु अत्र मकारे वकारे च परे इति निमित्तसप्तमी अस्ति अतः अर्थं दृष्ट्वा वयं ज्ञातुं शक्नुमः एतत् कार्यम् अपदान्ते भवति इति तावदेव बहु समीचीनं भगिनि इदानीम् अग्रे गच्छेम भवति एव अत्र नाभ्यस्तस्याचिपिति सार्वधातुके तदपि एकवारं स्मारयति वा पठित्वा वदामि एकवारम् अनुवृत्ति अत्र प्रथमवाक्यम् अपि च अनुवृत्तिः नाभ्यस्तस्याचिपिति सार्वधातुके अजादिपित् सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघुपदगुणः न भवति अनुवृत्तिसहितसूत्रम् अचीपिति सार्वधातुके अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न एतत् सूत्रं वदति नाभ्यस्तस्याचि इति सार्वधातुके इति सूत्रं तद्वदति यदा अजादिपित् प्रत्ययः सार्वधातुकप्रत्ययः परः अस्ति चेत् तत्र अभ्यस्तस्य लघुपदगुणः लघु इक्वर्णः अस्ति लघु इक्वर्णः उपधायाम् अस्ति चेत् तस्य गुणः न भवति लघुपदगुणः इति एव दत्तम् इक् इति वयं ज्ञातुं शक्नुमः किल गुणः कस्य भवति गुणः इक् एव इति अत्र सूत्रमपि अस्ति किल सूत्रमपि अस्ति किल गुणः कस्य भवति इति प्रथमाध्याये एव अस्ति अदेङ्गुणः तु अस्ति एव परन्तु एकं सूत्रमपि अस्ति गुणः कस्य भवति इत्युक्ते अत्र इको गुणवृद्धि इति एकं सूत्रमस्ति किल अतः इकः एव गुणः भवति भूत्वा अत्र गुणः यत्र कुत्रापि गुणः गुणस्य प्रसक्तिः अस्ति अत्र इकः इकस्य एव गुणः भवति इति यथा भवति एतत् सूत्रं कस्य अपवादः भवितुम् अर्हति सार्वधातुकपित् क्षम्यताम् अजादिपित् इति अस्ति अतः पुगन्तलघुपदस्य च इति सूत्रस्य अपवादम् तावदेव तावदेव तस्य परन्तु अभ्यस्तसंज्ञकस्य एव अभ्यस्तसंज्ञक धातु अभ्यस्तः एव तत्रैव कार्यं भवति महोदय अभ्यस्य इति स्मरति वा अवश्यम् अवश्यं सुखवनं महोदय सूत्रं मम मनसि नास्ति किन्तु यदा वयम् अभ्यासकार्यं कुर्मः तत्र प्रथमभागस्य अभ्याससंज्ञा भवति द्वयं मिलित्वा अभ्यस्तसंज्ञा भवति इत्युक्ते यत्र यत्र द्वित्वं कुर्मः भगिनि जुहोत्यादिगणे द्वित्वं भवति किल यङ्लुगन्तधातोः अपि द्वित्वम् अस्ति किल अत्र उभे अभ्यस्तम् इति अस्ति इत्युक्ते यत्र द्वित्वं भवति द्वयोः मिलित्वा यद्भवति तस्य नाम अस्ति अभ्यस्तम् उभे उभे अभ्यस्तम् इति अस्तु अस्तु अस्तु अग्रे गच्छामि यङ्लुकि धातो कृतेन यङ्लुकि अपि यङ्लुकि अपि द्वित्वमस्ति अपि च जुहोत्यादिगणे अपि अत्र द्वित्वं भवति किल ददाति अस्तु अस्तु अस्तु अग्रे गच्छामि इदानीं महोदय भवान् एव अत्र यङ्लुगन्तधातूनां कृते अत्र सिद्धतिं प्रत्ययाः अस्ति किल इदानीम् अत्र अभ्यासं कुर्मः धातुः अस्ति गम् जङ्गम् इति यङ्लुगन्तम् इदानीम् अत्र आरम्भं करोतु महोदय भवान् अस्तु इदानीं जङ्घम् इति यङ्लुगन्तधातुः अभ्यस्तसम्यक् धातुः अस्ति जङ्घं योगः ति इति स्थितौ तत् जलादि पित् प्रत्ययः अस्ति इति कृत्वा अनुदात्तोपदेशवनति तनुत्यादीनाम् अनुनासिकलोपो झलिङिति इत्यस्य प्रसक्तिः न भवति अपि च जम गमहन जनखनघसां लोपो इति अनङि इत्यस्यापि न प्रसक्तिः न भवति अजादि कित्नित् प्रत्ययपरे एव तस्य प्रसक्तिः इति कृत्वा जङ्घं योगः ति इति स्थितौ तत्र अन्ते मकारः अस्ति परे तकारः अस्ति पदसंज्ञा नास्ति वकारमकारः नास्ति इति कृत्वा प्रायः तत्र केवलं वर्णमेलनमेव जङ् इदानीम् एकनिमिषं तत्र नश्च पदान्तस्य झलि आम् इदानीं पदसंज्ञा नास्ति नश्च अपदान्तस्य झलि इति आम् इदानीम् अपदान्तमस्ति इति कृत्वा नश्चापदान्तस्य झलि इति सूत्रेण तत्र मकारस्य स्थाने परे झलि तकारः अस्ति इति कृत्वा अनुस्वारादेशः भवति पुनः अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः इदानीं तकारः परे अस्ति इति कृत्वा तस्य सवर्णः अनुनासिकवर्णः नकारः अस्ति इति कृत्वा तत्र जङ्गन्ति इति रूपं भवति वा जङ्गन्ति तावदेव जङ्गन्ति तावदेव द्वितीयमपि करोति हा इदानीं जङ्गं योगः इति अजादि पित् प्रत्ययः अस्ति चतुर्णां सूत्राणां प्रसक्तिः तत्र न भवति इति कृत्वा अपि च परे अच् वर्णः अस्ति इति कृत्वा केवलं वर्णमेलनमेव जङ्गमीति इति भवति समीचीनं महोदय हेमा भगिनी करोति वा अग्रिम अस्तु अस्मि महोदय द्विवचने अस्ति तः इति तर्हि जङ्गं योगः तः इदानीम् अपित् अस्ति सार्वधातुकम् अपित् अत्र ङित्वत् भवति अतः कितिङिति प्रत्यये इति स्वीकुर्मः तकारः जलाधिः अस्ति अतः जलादिङित् प्रत्यये परे अत्र प्रथमसूत्रस्य कार्यं भवति. यत्र वयम् अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिङ्गि इति सूत्रमस्ति. अतः अत्र अन्तिमस्थितस्य मकारस्य लोपः भवति. तर्हि जङ्ग इति स्थितिः. इदानीं जङ्गयोगः तः इदानीं जङ्गयोगः तः नश्चापदान्तस्य झलि इति कृत्वा अकारस्य अनुनासिकः कुर्मः. तदनन्तरं पुनः अनुस्वारस्य यै परसवर्णः कृत्वा एकनिमिषं भगिनि एकनिमिषं भगिनि अत्र इदानीं तु जङ्गं योगः तः आसीत्. इदानीं मकारस्य लोपः अभवत्. इदानीं जङ्गयोगः तः अस्ति इदानीं. अत्र अत्र अनुनासिकवर्णः अस्ति वा अन्ते इदानीं? नास्ति. नास्ति. तर्हि जङ्गयोगः तः इति अस्ति. परन्तु अत्र नकारस्य पूर्णं नकारः आसीत् इति मत्वा तत्र नश्चापदान्तस्य झलि इति चिन्तयित्वा तत्र अनुस्वारः भूत्वा पुनः नकारः अनुस्वारस्य हि परसवर्णः इति केवलं स्मरणार्थमेव न भवति किल भगिनि अत्र किमपि न भवति केवलम् अत्र वर्णमेलनमेव किल भगिनि. इदानीं जङ्ग इति जङ्ग इति अकारान्त अङ्गम् अस्ति किल. अकारान्त अङ्गम् अस्ति. आं महोदय अकारान्त अङ्गम् अस्ति किल. आम् महोदय अकारान्त अङ्गम् अस्ति. परन्तु यत् वयं द्वित्वं कृत्वा जङ् इति रूपं प्राप्नुमः तत्र नकारः पूर्वम् आसीत् नुगागमः भूत्वा. अतः केवलं वदनार्थं वदन्ती अस्मि. नकारः नश्चापदान्तस्य झलि अनेन अनुस्वारः भूत्वा अनुस्वारस्य यि परसवर्णः इति कृत्वा तत्र नकारः आगतम् इति. अस्तु अस्तु अस्तु इदानीम् आगच्छामि. अस्तु अस्तु अत्र जङ्ग इत्यस्य नकारस्य अस्तु अस्तु अस्तु तत् समीचीनमेव. अहम् अन्य मम चिन्तनम् अन्यदिशि आसीत् अतः अस्तु अग्रिममपि जङ्गतः जङ्गतः अस्तु भगिनि. तत्तु गकारस्य नास्ति अनुस्वारः अस्ति. न न पञ्चमवर्णः गकारस्य पञ्चमवर्णः एव नकारः एव अस्ति. अस्तु अनुस्वारः परसवर्णः परसवर्णः अस्तु. अहं न गच्छामि. कथं नश्चापदंश जलि वदामः कार्यं अहं वदामि एकवारं. गम् इति धातुः अस्ति किल पूर्वं तत्र द्वित्वं भूत्वा गम् गम् इति आगच्छति. तत्र द्वित्वस्य कारणं तत्र सूत्रमस्ति तेन तत्र मकारस्य क्षम्यतां गकारस्य स्थाने जकारः आगच्छति. अस्तु. तर्हि तत्र जकारः यदा आगच्छति तत्र अन्यत् सूत्रमस्ति येन कारणेन अनुनासिकधातुः अस्ति चेत् नुगागमः भवति इति. तर्हि जन् गम् इति रूपम् आयाति प्रथमं. तत्र नकारः अस्ति इति कृत्वा नश्चापदान्तस्य झलि कार्यं कृत्वा तदनन्तरम् अनुस्वारस्य इ परसवर्णः कार्यं करोति. अतः तत्र नकारस्य स्थाने अनुस्वारः अनुस्वारस्य स्थाने पञ्चमा वर्णादेश ङकारः इति आगतम् इति केवलं स्मारणार्थम् उक्तवती भगिनि. अस्तु. वयं यङ्ग्लुगि यङ्ग्लुगन्तप्रकरणं न दृष्टवन्तः भगिनि. अतः किञ्चित् अस्माकं कृते किञ्चित् परन्तु अहं यथा न चिन्ता मास्तु. भ्रमः समीचीनमेव. किञ्चित् भ्रमः आसीत् परन्तु यथा भवती उक्तवती अत्र गकारात् पूर्वम् अवगतवान्. प्रायः यङ्ग्लुदन्तविषये भवती वदन्ती आसीत् इति. अस्तु अस्तु, इदानीं किं कुर्मः, अग्रे गच्छेम. बहु समीचीनं भगिनि. इदानीं अति अस्ति. इदानीम् अत्र पुष्पा भगिनी, भवती एव करोतु भगिनि. प्रयत्नं करोमि महोदय. तत्तु जङ्गतः द्विवचने न जङ्गतः अति तु जङ्ग अजादि प्रत्ययः अस्ति महोदय. अस्मि वा, शृणोतु. अजादिप्रत्ययः अस्ति. अजादिप्रत्यये परे कथम् आयाति अचीन अचीन अजादिप्रत्ययः कोऽपि अस्ति. अज कुचलो जलादि अजादि अजादि किं सूत्रं कार्यं करोति महोदय? अजादि एकनिमिष एकनिमिष एकनिमिष मणिमहोदय, भवान् सहायं करोति वा? अजादि अजादि मणिमहोदय अस्ति वा? पूर्णं पूर्णतया नास्ति शृणं मम. अतः जङ्गम् एव जङ्गमयोः अति जङ्गमति इति जङ्गमति जङ्गमति अस्तु अस्तु जङ्गमति इति न न न न सरला भगिनी भवती सहायं करोति वा? अस्तु, जङ्गमयोग अति अति इति अप्रित् अस्ति, अप्रित् तादि अस्ति, अतः मिति अस्ति. अपि गम् गम् हन् जङ् खन् सङ्घात् इति ङिति परे अजादि परे तस्य लोप उपधायाम् अकारस्य उपधाया पदस्य लोपः भवति. सो जङ्गम् अति अकारस्य लोपः भवति. जङ् म इति भवति जङ्म योग अति भवति जङ्मति जङ्मति जङ्मति. अत्र मकारस्य कोऽपि न करोति, मकार तथैव तिष्ठति. उपधायाः लोपः भवति इत्युक्ते अत्र यः मकारात् पूर्वं यः स्वरः अकारः अस्ति तस्य लोपः भवति. तस्य लोपः अत्र किं सूत्रेण किं सूत्रेण पुनः उच्चारयतु भगिनि. एकनिमिषं भगिनि, सरला भगिनी पुनः उच्चारयतु भगिनि एकवारं. गं हन् जन् खन् घसान् लोप निति निति अतः तस्य पूर्वं गम् मकार अनुनासिकः अस्ति, तस्य उपधायाम् अकारः अस्ति, तस् अकारस्य लोपः भवति. भवति ङ्यङ् ग म योग मकार भवति. अस्तु जङ्मति जङ्मति अस्तु. अत्र मणिमहोदय भवान् अवगच्छति वा? धन्यवादः महोदय. अस्तु अस्तु अस्तु, अग्रे गच्छामः इदानीं. लक्ष्मी भगिनी अग्रिमं करोति वा भगिनि? आं महोदय. जङ्गं योगः सि सि इदानीं पित् प्रत्ययः अस्ति. पित् इति कृत्वा अस्माकं सूत्राणि उपरि दत्तानि ते सर्वे कार्यं न कुर्वन्ति. अतः अस्तु, किन्तु नश्चापदन्तस्य सकारः झलि अस्ति, अतः नश्चापदान्तस्य झलि कार्यं करोति. जङ्गमिति अपदान्त अङ्गं, मकारः अपदान्ते अस्ति, अतः नक्षापदन्तस्य जडि सूत्रेण प्रथमं मकारस्य अनुस्वारः, अनन्तरम् अनुस्वारस्य इ परसवर्णः इति सूत्रेण, पुनः तत्र तकारस्य सवर्णः नकारः, जङ्गन् योगः सि इति रूपम्. इदानीं केवलं वर्णमेलनम् इति चिन्तयामि. जङ्गन् सि एकवारं पुनः भगिनि, प्रथमं किं भवति? प्रथमं अनुस्वारस्य नष्टापदन्तस्य जलि अपि च अनुस्वारस्य एकमेव भगिनि, प्रथमं किं भवति? प्रथमं नष्टापदन्तस्य जलि, तेन मकारस्य अनुस्वारः भवति, जङ्गम् इति रूपं. जङ्गम् अनन्त जङ्गयोगः सि, जङ्गयोगः सि. आम्, इदानीम् अत्र अनुस्वारस्य ययि परसवर्णः इति कार्यं करोति वा? अनुस्वारस्य ययि परसवर्णस्य कृते निमित्तं किम्? ययि अनुस्वारात् अनुस्वारात् अनन्तरं ययि यै प्रत्याहारे कोऽपि वर्णः स्यात्. ओ अस्तु, अत्र यै सकारः, अस्तु सकारः यै प्रत्याहारे नास्ति इत्युक्ते यै तपै, आं सकारः यै प्रत्याहारे नास्ति अतः न कार्यं करोति. जङ्गंसि इति रूपम् अत्र इत्युक्ते अनुस्वारः एव, न तु नकारः वा मकारः वा. आम् आम् आम्, अस्तु अग्रिममपि करोतु भगिनि. महोदय, क्षम्यतां महोदय, अत्र नूतन सूत्रं ह्यः उक्तवन्तः किल महोदय, नुं विसर्जनीयस्य शर् व्यवाये अपि इति कृत्वा, यदि यद्यपि मकारस्य तत्र अनुस्वारः भवति जङ्गन्सि इति, तत्र पूर्वस्थितस्य गकारः इण्को वर्णः अस्ति इति कृत्वा गकारः अस्ति वा, गकारः अस्ति वा पूर्वम्? ओ अकारः अस्ति, क्षम्यतां महोदय, क्षम्यतां, चिन्तमस्ति, अस्तु इन्को वर्णः नास्ति किल, अतः परन्तु चिन्तनं रूपं किं महोदय? अत्र इत्युक्ते अत्र अनुस्वारः एव, इत्युक्ते जङ्गंसि, जङ्गंसि अनुस्वारः एव, गकारात् अकारः वर्णः अपि न आगच्छति, तत्र मूर्धन्यषकारः अपि न आगच्छति इति वा? परसवर्णः किमर्थं न आगच्छति लक्ष्मी भगिनी, पुनः एकवारं, परसवर्णः किमर्थं नागच्छति? सकारः यै प्रत्याहारे नास्ति, अतः अनुस्वारस्य यै परसवर्णः इत्यस्य प्रसक्तिरेव नास्ति. आम्, इदानीम् आदेशप्रत्ययः इत्यस्य प्रसक्तिः किमपि नास्ति, किमर्थं नास्ति? इदानीम् अत्र हेमा भगिनी भवती एव वदतु, अस्ति वा भगिनि? अत्र आदेशप्रत्ययोः तत्र निमित्तानि सन्ति, आदेशप्रत्ययस्य अवयः भवतु इति, सकारस्य तु तादृशमेव अस्ति, परन्तु तस्य पूर्वम् इन्को वर्णः अस्तु इति. अत्र पूर्वस्थितं वर्णः अस्ति किल महोदय, पूर्वम् अकारः अस्ति, तर्हि अकारः तु इन् वर्णः एव किल? अकारः इन् वर्णः अस्ति वा? ओ क्षम्यतां, पुनः बहु भ्रमः. नो तत्र महोदय, तत्र सकारस्य पूर्वम् अकारः नास्ति किन्तु अनुस्वारः अस्ति. आम्, अनुस्वारः अस्ति वा न वा इति न चिन्तनीयम्, इदानीम् अनुस्वारः अस्ति चेत् आदेशप्रत्ययोः इत्यस्य कार्यं भवति. अत्र अत्र चिन्तनमस्ति, इन्कोः इन्कोः इति पञ्चमे विभक्तौ अस्ति, इत्युक्ते कवर्गीयव्यञ्जनं पूर्वं भवेत्. आम्, अपि च आदेशरूपी सकारः भवेत्, मध्ये नुं विसर्जनीयः शर्वर्णः वर्णः अस्ति चेत्, इदानीम् अत्र किमस्ति, सकारः अस्ति अपि च नुम् अपि अस्ति, इत्युक्ते अनुस्वारः अस्ति अत्र, अपि च परन्तु पूर्वं कः वर्णः अस्ति, अकारः अस्ति, अतः इन्को वर्णः नास्ति. ओ जङ्ग अनुस्वारः सि, जङ्ग इत्यस्य अकारः अनुस्वारः सि, अतः निमित्तम् अत्र इन्कोः इति न प्राप्तम् अत्र. अस्तु, आम् सत्यं तावदेव. यद्यपि नुम् अस्ति, परे सकारः अस्ति, पूर्वम् इन्को वर्णः न वर्णः नास्ति इति कृत्वा प्रसक्तिः नास्ति. प्रसक्तिः नास्ति. अस्तु अस्तु, अग्रे गच्छेम. इदानीम् अत्र अन्य कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति? सर्वे नाम उक्तवन्तः एव किल. अस्तु, इदानीम् अग्रे गच्छेम. लक्ष्मी भगिनी, भवती एव करोतु भगिनि. ईशि, जङ्गं योगः ईशि. अत्र ईशि इति अजादि टित् प्रत्ययः, अतः अन्यकार्याणि किमपि न सन्ति, अङ्गकार्याणि न सन्ति. जङ्गं योगः ईशि केवलं वर्णमेलनं, जङ्गमीशि. अस्तु भगिनि, इदानीं रामप्रिया भगिनि. आं महोदय, पुरुषद्विवचनं तः इति प्रत्ययः, तः तु हलादि अपित् प्रत्ययः, जङ्गं योगः तः. अत्र अपित् इति कृत्वा सार्वधातुकम् अपित् ङिति च इति सूत्रेण ङित्वत् भवति, क्षम्यतां ङित् भवति. तत्र अनुधात्त उपदेश वनति तनोत्यादीनाम् अनुनासिक क्विज् अनुनासिकलोपो जलि ङिति इति सूत्रस्य प्रसक्तिः, गम् इति धातुः तत्र दत्तमस्ति इति कृत्वा, अतः तत्र मकारस्य अनुनासिकस्य लोपः भूत्वा जङ्गतः, तादृशमेव बहुवचने जङ्गथ. अस्तु भगिनि, भवती एव करोतु. जङ्गं योगः मी, तत्तु हलादि पित् अस्ति, पित्वम् इति कृत्वा तत्र कित् ङित् इति प्रत्ययस्य कृते दत्तसूत्राणां प्रसक्तिः नास्ति, परन्तु मकार सन्धिकार्यमेव अस्ति, अङ्गकार्यं किमपि नास्ति, सन्धिकार्यमस्ति. मकारस्य मकारान्तधातुः अस्ति अत्र, अपधान्ते अस्ति इति कृत्वा मोश्च इति सूत्रस्य प्रसक्तिः, मकारस्य स्थाने नकारादेशः, जङ्गन्मि इति भवति. अनन्तरं जङ्गं योगः ईमि, तदपि पित् अस्ति, अजादि पित् अस्ति, तत्र केवलं वर्णमेलनमेव, जङ्गमीमि इति रूपम्. अस्तु अस्तु भगिनि. जङ्गं जङ्गनि नकार एकवचने जङ्गनि. रामप्रिया भगिनी पुनः एकवारं. मोश्च इति सूत्रेण मकारस्य स्थाने नकारादेशः, जङ्गन्मि जङ्गन्मि. अस्तु अस्तु, नकारः मकारस्य स्थाने नकारः, मकारः तु अस्ति, मकारः अस्तु, जङ्गन्मि जङ्गन्मि. पुष्पा भगिनी, भवती एव. वः जङ्गन् वः ईमि जङ्ग ईमि तु ईमि कृतवती भगिनी भगिनी कृतवती जङ्ग जङ्ग अजादिप्रत्ययः अजादिप्रत्ययः अस्ति. जङ्गमीमि अत्र न न जङ्गमीमि जङ्गमीमि एव अत्र किमपि सूत्रं कार्यं न करोति. अग्रे अग्रे अग्रे वः, तत् तु मकार वकार अस्ति तु मोश्च कार्यं करोति अपित् अस्ति अपित् कार्यं करोति न अपित् अस्ति चेत् अपि कार्यं करोति जङ् वः मकार चकारपरे नकारः जङ् वः जङ् न जङ्गन्वः न जङ्गन्वः जङ्गन्वः जङ्गन्वः जङ्गन्मः अस्तु अस्तु भगिनि इदानीं सुखवनं महोदय लोट् लकार प्रथमपुरुषरूपाणि महोदय अस्ति वा महोदय कः महोदय लोट् लकारस्य प्रथमपुरुषरूपाणि महोदय अस्तु जङ्गं योगः तु झलादि पित् अस्ति इति कृत्वा तत्र चतुर्णां सूत्राणां प्रसक्तिः नास्ति जङ्गं योगः तु इदानीं नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः अनुस्वारस्य ईप्रसवर्णः इत्यनेन नकारादेशः जङ्गन्तु इति भवति जङ्गन् जङ्गं योगः ई तु तत्र अजादिपित् प्रत्ययः अस्ति इति कृत्वा तत्र किमपि कार्यं न भवति जङ्गमी तु पुनः तात् इति अस्ति तत्तु झलादि अपित् प्रत्ययः अस्ति इदानीं झलादि अपित् इति कृत्वा कित्म्यित् इव कार्यं करोति झलादि कित्म्यित् इति कृत्वा अनुदात्तोपदेश वनतनोत्यादीनाम् इति सूत्रस्य प्रसक्तिः अनेन अनुस्वारस्य अनुनासिकस्य लोपः भवति जङ्गयोगः जङ्घयोगः तात् इति स्थितौ जङ्घतात् इति भवति अत्र एकमेव वक्तुम् इच्छामि महोदय अत्र तात् इति पित् अस्ति एव परन्तु अत्र तात् इति तातङ्ग् इति अस्ति भूत्वा नित् एव साक्षात् नित् अस्ति साक्षात् नित् अस्ति तावत् अपित् इति नास्ति अपित् भवति एव नित् नित् अस्ति ततः अपित् अपि अस्ति परन्तु अपित्वात् नित्वं न परन्तु साक्षात् नित् अस्ति इति तावदेव सत्यं धन्यवादः अपि च तत्र वावसाने इति कृत्वा अन्यत् रूपमपि वदतु महोदय वावसाने अत्र जलां दशन्ते इत्यनेन तात् तत्र अन्तिमतकारस्य स्थाने दकारादेशः भवति जङ्गं जङ्घताद् इति वावसाने इत्यनेन पुनः जङ्घतात् इति रूपद्वयं भवति रूपद्वयं भवति अस्तु अस्तु महोदय मणिमहोदय भवान् अग्रे करोति वा महोदय अत्र लोट् लकारे अथवा लोट् लकार लोट् लकारस्य प्रथमपुरुषद्विवचनं रूपं धन्यवादः महोदय जङ्गं योगः ताम् अत्र तां जलाति अपि मित् अपि अस्ति अतः पूर्व प्रथमसूत्रं अनुदातो किं सूत्रं महोदय एकनिमिषं महोदय अनुदातोपदेश पदे वनाति धनोति आदीनाम् अनुनासिको लोपो जलिक् इति सूत्रं कार्यं करोति अतः अनुनासिकवर्णः मकारस्य लोपो भूत्वा जङ्गताम् इति रूपं भवितुमर्हति महोदय अनन्तरं बहुवचने जङ्गं योः अतु अत्र गमस्कन एकनिमिषं महोदय चमितं महोदय गमखनचनकन गसां लोपो इति सूत्रं कार्यं कर्तुम् अर्हति अजाति अपि अस्ति चेत् अतः अत्र अत्र मुदायां लोपः भवति महोदय, अतः जङ्ग् जङ् मतु जङ् मतु इति रूपं महोदय. बहु समीचीनम्. अस्तु महोदय, इदानीमत्र हेमा भगिनि. महोदय जङ्गमतु न न अत्र मणिमहोदय पुनः वदतु महोदय. महोदय अत्र जङ्गम्योः अतु अथवा अतु अपित् अजादि अपित् मिति अस्ति किल, अतः गम घन जन घन गसां लोपः गति इति अनङ्गि इति सूत्रेण लोपः अनङ्गि अचि केति. पूर्वमेव तदेव प्रश्नः वयं तत्र अकारस्य लोपः भवति अकारस्य लोपो ततः परम् अकारः प्रत्ययः अतु सङ्मतु इति जङ्मतु. अस्तु हेमा भगिनि करोतु भगिनि. अस्तु महोदय, इदानीं जङ्गं योगः हि इति स्थितिः मध्यमपुरुषे, तर्हि मध्यमपुरुषे जङ्गं योगः हि अत्र हि अपित् अस्ति ङित्वद् भवति, अतः अत्र प्रथमसूत्रस्य कार्यं भूत्वा अनुनासिकस्य लोपः भवति. अनुनासिकस्य लोपः यदा भवति जङ्गयोगः हि इति भवति. तर्हि जङ्गयोगः हि इदानीं जङ्गहि इति रूपम् आगच्छति, परन्तु ह्यः अहं विद्याभगिन्या किञ्चित् आभियकार्यविषये चर्चितवन्ति. तद् अत्र अग्रे गच्छतु भगिनी, किञ्चित् अग्रे गच्छतु. अधोभागे अत्र अन्तिमपरिच्छेदं यदस्ति तत् पठतु भगिनि. अधुना पूर्णतया न चिन्तनीयमस्ति, पूर्णतया न अतो हे मास्तु वा न न असिद्धत्वतत्राभात् इति पठतु भगिनि. अस्तु, असिद्धत्वत्राभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अत्र अधिकारसूत्रमस्ति भस्य इति, अनुवृत्तिसहितसूत्रम् सूत्रमस्ति असिद्धवत् अत्र आभात् सूत्रं स्वयं सम्पूर्णमस्ति इति. तर्हि अत्र किमस्ति इदानीम् अत्र जङ्गमयोगः हि यदा अस्ति अत्र किं भवति, हि इति झलादि कित्नित् प्रत्ययः अस्ति भूत्वा अत्र अनुनासिकस्य लोपः भवति, अतः अत्र अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपो झलिक्निति इति सूत्रस्य कृते आश्रयं किमस्ति अत्र, यः हि अस्ति तद् आश्रयम् अस्ति. अस्तु, अपि च अतो हे हे इति तस्य आश्रयं किमस्ति, अत्रापि हि एव अस्ति आश्रयं, हि लोपः भवति इति भूत्वा अत्र द्वयोः सूत्रयोः कृते आश्रयम् एकमेव अस्ति, तदस्ति हि. अपि च सूत्रसङ्ख्या पश्याम अत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति षष्ठम अध्यायस्य चतुर्थपादे सप्तत्रिंशत्तमसूत्रमस्ति. अतो हे हे इति सूत्रं षष्ठम अध्यायस्य चतुर्थपादे पञ्चाधिक एकशतं सूत्रमस्ति. अत्र असिद्धतत्राभात् इति वदति, अत्र अनुवृत्ति इत्यस्मात् पूर्वमस्ति. पठतु भगिनी एकम्. इत्यनेन अतो हे हे इति सूत्रस्य दृष्ट्या न अत्र अत्र असिद्धतत्राभात् इति सूत्रव्याख्यानं पठितवती किल, अत्र अनुवृत्तिपूर्वम् अत्र एकं वाक्यमस्ति, तदपि पठतु. असिद्धत्वत्राभात् इत्यनेन षष्टमाध्यायस्य चतुर्थपादे त्रिविंशति तमसूत्रात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् एषां कार्याणां नाम आभीयकार्यम् इति. इत्युक्ते 6423 तः 6429 अत्र त्रयोविंशतितमसूत्रात् आरभ्य अत्र कस्य पर्यन्तं नवविंशति अधिक एकशतं सूत्रं पर्यन्तं यानि सूत्राणि सन्ति ते तेषां नाम अस्ति आभीय. यत् कार्यं ते कुर्वन्ति तेषां नाम अस्ति आभीयकार्यम् इति. अतो हेः तस्मिन् परिधौ अस्ति. अपि च अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति अपि तस्मिन् परिधौ अस्ति. अतः द्वे अपि आभीयकार्ये. अत्र आस् किमर्थम् इत्युक्ते अत्र आश्रयम् एकमेव अस्ति द्वयोः कृते. अनुनासिकस्य लोपस्य कारणमस्ति झलादिखित् नित् प्रत्ययः. अत्र हि अस्ति, यदस्ति तद् आश्रयमस्ति. अतो हेः कृते अत्र हि एव आश्रयमस्ति. अतः द्वे अपि आभीयकार्ये. अत्र प्रथम आभीयकार्यं यद्भवति तस्य कार्यं द्वितीय आभीयकार्यस्य कृते असिद्धम्. इत्युक्ते अत्र मकारः लोपः यत् अभवत् प्रथमसूत्रेण तत् इदानीम् अतो हेः कृते न अभवत् एव. आहत्य किं भवति, अतो एः इति सूत्रस्य कृते अत्र जङ्गं योगः हि एव अस्ति. अतः अतो हेः अत्र कार्यं न करोति. अतः जङ्गहि एव रूपम्. समीचीनं वा? पुनः अन्तिमवाक्यं वदतु महोदय. इत्युक्ते अतो हेः कृते अनुनासिकस्य लोपः असिद्धमस्ति. ओ अस्तु. अतः अतो हेः मकारान्तदातुः एव पश्यति. अतः हि इति प्रत्ययस्य लोपः न भवति. न भवति. यद्यपि इदानीम् अङ्गम् अदन्त अङ्गम् अस्ति, इदानीं मकारस्य लोपानन्तरम् अङ्गम् अदन्तम् अस्ति. जङ्गयोगः हि अस्ति. अतो एः इत्यनेन किं भवेत्? अत्र जङ्ग इति भवेत्. परन्तु अतो एः अपि आभीयकार्यमस्ति. प्रथमसूत्रमपि आभीयकार्यमस्ति. द्वयोः आश्रयम् एकमेव अस्ति हि इति. अतः अतो हेः कृते प्रथमसूत्रस्य कार्यं न कृतमेव, असिद्धं भूत्वा अत्र अतो एः मकारं पश्यति, न तु अकारः. महोदय, अतो हे तस्य विवरणमस्ति हस्वकालात् अङ्गात् परस्य हि इत्यस्य लुक् भवति. जङ्गं हस्वकालात् आगच्छति यदि मकार अपगच्छति तदनन्तरं. तदनन्तरमेव अतो हेः इत्यस्य प्रसक्तिः भवेत्. भवेत् आम्. परन्तु इदानीं किमस्ति, यदा अतो एः आगच्छति अतो एः किं पश्यति? अत्र मकारं पश्यति, न तु अकारः. यदि मकारं पश्यति तत् अतो हे तस्य कार्यं न भवति. न भवति तावदेव अत्र. अतः रूपमस्ति जङ्गहि, न तु जङ्ग. नो चेत् रूपं जङ्ग भवेत्, करोति वा न प्रथमसूत्रं? प्रथमसूत्रं किमस्ति अत्र? प्रथमसूत्रं किमस्ति? प्रथमसूत्रं किमस्ति अत्र? प्रथमं तु अत्र अत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोप लोपो झलिक्निति इति प्रथमं कार्यं करोति. किमर्थमत्र अनुनासिकान्त अङ्गमस्ति, अपि च झलादि कित् नित् जलादि नित् प्रत्ययः अस्ति, अतः मकारस्य लोपः प्रथमं भवति. अनन्तरम् अतो हेः इति आगत्य कार्यं कर्तुं प्रायः, परन्तु अतो हेः कृते मकारः अस्ति एव इति सिद्धान्तः अत्र. अनुनासिकस्य अनुदात्त उपदेश वनति तनोति तत् सूत्रं अङ्गकार्यम् अस्ति, तस्य कार्यक्षेत्रम् अङ्गस्य अन्ते अस्ति, किन्तु हकारद्वित्तम् अस्ति अत्र, आश्रये मकारः अस्ति किल. अस्तु, आम्, द्वयोः सूत्रयोः मध्ये अपवादम् इति तत्सर्वं नास्ति. किमर्थं चेत् कार्यक्षेत्रं भिन्नं भिन्नम् एव, केवलम् आश्रयः एव परिवर्तनं किमपि न भवति अत्र. जङ्गहि इति रूपं भवति अन्ततो गत्वा तथैव अस्ति भगिनि. हन् योगाहि जहि इति दत्तम् अस्ति अध्ययन् दीयते. अस्तु अस्तु, अग्रे गच्छामः. अस्तु भगिनि, अत्र अग्रे करोति वा भगिनि? सुखवनं महोदय, किमपि वक्तव्यम् आसीत् वा? न किमपि, अत्र किमर्थं प्रायः प्रश्नः उदेति इति चेत्, तत्र जङ्घं योगः हि इति स्थितौ प्रथमम् अनुदात्तोपदेशवनति तनोत्यादि इत्यनेन मकारस्य लोपः भवति. इदानीम् अकारः अन्ते अस्ति इति कृत्वा अतो हे हे इति सूत्रस्य प्रसक्तिः भवति वा न वा इति चिन्त्ये सति न भवति असिद्धवदत्राभा अत्राभात् इत्यनेन तदेव तावदेव तावदेव. अस्तु अस्तु महोदय, अस्तु करोतु भगिनि. जङ्गं योगः तात् इति स्थितिः, तात् इदानीम् अपित् अस्ति, साक्षात् ङित् अस्ति, प्रथमसूत्रस्य प्रसक्तिः प्राप्तिः, अतः अनुनासिकवर्णस्य लोपः मकारस्य लोपः भूत्वा जङ्गयोगः तात् इति भवति, जङ्गतात् इति. जलां जशुन्ते अनेन दकारः आगच्छति जङ्गतात्, तदनन्तरं भावसाने कारणेन पुनः तकारः, तर्हि रूपं जङ्गहि जङ्गतात् जङ्गताद् इति त्रीणि रूपाणि. तथैव तं त अपि समानकार्यमेव अस्ति, तत्र तकारः इति कृत्वा जङ्गतं जङ्गत इत्येव भवति. अस्तु, अत्र आनि आव आम सरला भगिनी संक्षिप्तरूपेण, त्रीणि अजादि अस्ति, पित् अस्ति, तस्य जङ्गं योग आनि इदानी कोऽपि कार्यं न भवति, कारण कि अजादि अस्ति, झलादि नास्ति, नश्चापदांश झलि इति कार्यं न भवति, केवलं वर्णमेलनं भवति. जङ्गमानि जङ्गमाव जङ्गमाम. अस्तु भगिनि, इदानीम् अत्र भवति एव प्रथमं लङ्लकारस्य प्रथममपि करोतु. लङ्लकार प्रथमं अकार आगच्छति, किं भवति लशक् अहं सूत्रं विस्मरामि पुनः. लङ् लुङ् ऋङ् षोडुदात्त अडागम आगच्छति, सो अजङ्गं भवति. तदनन्तरं तकार हल्नाङ्गो व्योति गात पृथ इति सूत्रेण तस्य तकारस्य लोपः भवति, इदानीं पदं प्राप्नोति जङ्गम् इति पदं भूत्वा जङ्गम् मोनो धातो इति सूत्रेण मकारान्तस्य नकार आदेशः भवति, जङ्गन् इति भवति. रागमः अपि अस्ति किल भगिनि? अजङ्गन् इति भवति. तदनन्तरम् ईत् अस्ति, ईत् पित्वात् अस्ति, पित्वात् अजादि अस्ति, अतः कोऽपि कार्यं न भवति, जङ्गमीक् इति भवति. पुनः अडागमः क्षम्यताम् अजङ्गमीत् इति भवति. अस्तु अस्तु भगिनि, लक्ष्मी भगिनी भवती अत्र क्षम्यतां महोदय, मया गन्तव्यं महोदय. अस्तु महोदय, धन्यवादः महोदय. तकारस्य किम् आयाति प्रश्नः कः? तकारः अस्ति न प्रथमतया, तत् किम् आयाति? जङ्गत् जङ्गमः. सरला भगिनी, सरला भगिनी पुनः वदतु भगिनि. तकारस्य अपृक्तसंज्ञा भवति, तकारलोप भवति. इदानीं लोपः अपृक्तसंज्ञा अजङ्गम् इति धातु पदं संज्ञा अपि आप्नोति. अतः जङ्गम् इति इदानीं पदसंज्ञा भूत्वा मोनो धातु इति सूत्रस्य कार्यं भवति. अत्र मकारस्य अन्ते अनुनासिक मकार अन्ते पदस्य पदान्ते अनुनासिकान्ते नकार आगच्छति. अस्तु अस्तु भगिनि, चिन्ता मास्तु भगिनि. लक्ष्मी भगिनि, अजङ्गं योगः ताम् इदानीम् अपि प्रत्ययः अस्ति, जलादि अपि प्रत्ययः, अतः सूत्रम् अनुदातो वनति तनोति, अनुदातो उपदेशः वनति तनति सूर्यं सूत्रं कार्यं करोति. मकारस्य लोपः भवति, अजङ्गमिति अङ्गस्य मकारः लोपः भवति, अजङ्गयोगः ताम् इदानीं केवलं वर्णमिरणम् अजङ्गताम्. अनन्तरं अन्ये अग्रे गच्छामि वा महोदय? अस्तु, अजङ्गं योगः उः, अत्र अजादि अपि प्रत्ययः, अतः अनुनासिकस्य गमहनजनखनदशां लोपः कित्यनङ्गि इति सूत्रेण उपधायाः लोपः भवति, अतः अजङ्मयोगः उः अजङ्मुः इति रूपम् अजङ्मुः इति रूपम्. अग्रिममपि करोतु भगिनि. अस्तु, इदानीं अजङ्गं योगः सकारः, अत्र हल्याङ्गव्यो दीर्घस्तुतिस्य अपृक्तं वा इति सूत्रेण सकारस्य लोपः भवति. अजङ्गम् इति इदानीं पदमपि धातुः अपि, इदानीं मोनो धातुः इति सूत्रेण मकारस्य नकारः मकारस्य नकारः परिवर्तनम् अजङ्गन् इति पुनः अजङ्गन् इति रूपम्. अनन्तरम् अजङ्गं योगः ईः, अत्र अजादिपि प्रत्ययः, अतः केवलं वर्णमिरणम् अजङ्गीः इति रूपम्. पुनः भगिनि, पुनः अजङ्गं योगः ईः, ईः इति अजादि अपि अजादिपित् प्रत्ययः, अतः केवलं वर्णमेलमेव वर्णमेलनम् ओ अजङ्गि अजङ्गि अजङ्गि वर्णमेलनं भूत्वा किं भवति इदानीम्? अजङ्गमि अस्तु अस्तु. रामप्रिया भगिनी अस्ति वा? आम् आम् आं महोदय. तम् इति द्विवचने मध्यमपुरुष, तत्तु अपि प्रत्ययः अस्ति. अजङ्गं योगः तम्, अत्र प्रथमसूत्रम् अनुदात्त उपदेश वनति तनोत्यादि इति सूत्रस्य प्रसक्तिः प्राप्तिः, मकारस्य लोपः, अजङ्गतम् इति भवति. समानकार्यं बहुवचने अपि अजङ्गत इति भवति. अम् अपि करोमि वा महोदय? करोतु भगिनि. उत्तमपुरुषे अम् इति, तत्तु पित् अस्ति, अजादिपित् अस्ति. अजङ्गं योगः अम् इति, अत्र केवलं वर्णमेल नो मोनोधातोः मोश्च इति न कार्यं करोति. मोनोधातोः पदान्ते एव, अतः वर्णमेलनमेव अजङ्गमम् अजङ्गमम् इति भवति. अजङ्गमम्. इदानीम् अत्र मणिमहोदय. महोदय, अत्र द्विवचने अजङ्गं योः व, अत्र मोक्षे इति सूत्रं वदति, अत्र मकारस्य अनन्तरं वकारः चेत् आपदान्ते न महोदय. आमामां नकारस्य नकारः आगच्छति इति वदति, अतः अजङ्गन् व इति रूपं भवति. बहुवचने अपि अजङ्गम इति रूपम् आगच्छति महोदय. अस्तु, पुष्पा भगिनि विधिलिङ्ग् पूरयतु भगिनि. अस्ति वा भगिनि? एकनिमिषं महोदय. अत्र अजङ्ग अजङ्गवा अजङ्म या अजङ्गवा अजङ्गम अजङ्गवा न, मकारस्य लोपः भवति न? किमर्थं लोपः? किमर्थं लोपः? वकार मकार वकारयोः अस्ति न? सूत्रं किं? सूत्रं किं? सूत्रं किम् अस्ति? मकार वकार मोष्ट मोष्य किं कर वदति, किं वदति? महाधातो महाधातोः नः मोष्ट. तत्र मकारान्तधातोः धात्वान्तमकारस्य स्थाने नकारादेशः भवति. तत्तु अजङ्ग्वा मकारस्य स्थाने नकारः, अतः अजङ्गन् प्रथमं वा अजङ्गन्वा अजङ्गन्वा. अस्तु अस्तु. तत्र या तत्तु अपि अस्ति, सर्वे विधिलिङ्गकारः यात् कोऽपि कार्यम् अजङ्ग मकारस्य लोपः भवति. किमर्थं? किं केन सूत्रेण? एकनिमिषं महोदय. यकारः लोपो व्योर्वलि अल्पतिहारे परे पूर्वं विद्यमान योः वकार यकारयोः लोपो भवति. लोपो व्योर्वलि न न लोपः व्योर्वलि अत्र अत्र यकारस्य लोपः भवति, परन्तु अत्र वकार यकारयोः लोपः भवति इति सूत्रं वदति. लोपः व्योर्वलि वलिप्रत्याहारस्य कश्चन वर्णः परः अस्ति चेत्, परन्तु तादृशस्थितिः नास्ति किल इत्र. इदानीं तु जङ्गं योगः यात् जङ्गमयात् केवलं वर्णं जङ्गम्यात् जङ्गम्यातां जङ्गम्युः जङ्गम्याः जङ्गम्यातं जङ्गम्यात जङ्गम्यां जङ्गम्याव जङ्गम्याम. अस्तु अस्तु अस्तु, अत्र इदानीं समापयामः अद्यतनवर्गं. बहु कालातीतः अभवत्, क्षम्यतां, परन्तु सर्वेषां कृते लाभदायकः इति चिन्तयामि. अस्तु महोदय, बहु लाभदायकः, धन्यवादः. धन्यवादः, धन्यवादः, शुभरात्रिः. शुभरात्रिः. सरला भगिनी अस्ति वा?